नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र धातुपाठे हल् सन्धिः इति पाठः प्रवर्तमानः अस्ति। तत्र वयं मकारान्तधातुपर्यन्तं सूत्राणि दृष्टवन्तः। किञ्चित् पुनः स्मरणं कृत्वा अग्रे सरामः। अष्टाध्यायी पुस्तकमस्ति चेत् कृपया उद्घाटयन्तु 132 इति पुटसङ्ख्या। प्राप्तं वा? नमस्कारः भगिनि, पुटसङ्ख्या किं भगिनि? 132 132 अस्तु। अत्र संयोगान्तस्य लोपः इति सूत्रमस्ति, तस्मात् एव वयं तस्य सूत्रस्य एव वयं प्रथमवारं दृष्टवन्तः। प्रथमं तत्सूत्रमेव दृष्टवन्तः, संयोगान्तस्य पदस्य लोपः इति। अनन्तरं सकारस्य लोपः इति सूत्रमस्ति, रात्सस्य। तत्र संयोगान्तस्य लोपः इति अनुवृत्तिः तत्रापि आगच्छति इति नियमसूत्रम् इति दृष्टवन्तः। अनन्तरं जलो जलि इत्यनेन जलि इति अनुवर्तते इदानीम्। इदानीं स्कोः संयोगाद्योरन्ते च इत्यत्र पदान्ते इति अधिकारः अपि अस्ति, इदानीं जलि इति अनुवर्तनम् अपि अस्ति। अनन्तरं कुत्वं चोः कुः, तत्रापि पदस्य इति अधिकारः जलि जलिपदान्ते इति अनुवृत्तिः कुत्वं भवति, चवर्गस्य कुत्वम् इति कवर्गादेशः इति दृष्टवन्तः। अनन्तरं होडः, तत्र डत्वं डकारादेशः, हकारस्य स्थाने डकारादेशः इति सामान्यसूत्रम्। धाधेर्धातोर्गः इति अग्रिमसूत्रं, तद् होडः इत्यस्य होडः इति सामान्यसूत्रं। धाधेर्धातोर्गः दकारादि हकारान्तधातुः अस्ति चेत् गकारादेशः, तत्तु नित्यसूत्रम् अस्ति। नित्यम् इत्युक्ते किमर्थं नित्यम् इत्युक्ते अग्रिमसूत्रं विकल्पेन आगच्छति, वा दृह मुह स्निह स्निहाम् इति। तत्र तु हकारादिधातुः क्षम्यतां, हकारस्य स्थाने दकारादेशः, दकारादिधातुः हकारान्तः धातुः अस्ति चेत् तत्र दकारादेशः इति। अत्र मुः इति तत्र गकारादि नास्ति, एक दुः एव अस्ति खलु भगिनि तत्र? आम् आम्, दुः एव दकारादिः अस्ति, तत्र एव विकल्पेन भवति। धाधेर्धातोर्गः इति नित्यम्, एतत्तु तस्य किं वदामः विकल्पेन रूपं वैकल्पिकरूपम् आगच्छति इति। दकारादि हकारान्त दृह् एव, अन्यत् सर्वं तु सामान्यमेव, मुहाश्नुः स्निहाम् इति। अनन्तरं किम् अस्ति, नहोदः, तद् नह् धातोः विषये एव, तत्र दकारादिः। धाधेर्धातुर्गः दृह मुहाश्नुः, तत्र गत्वम्, अनन्तरं दत्वम्। सर्वत्र इदानीं पर्यन्तमपि जलिपदान्ते एव अनुवर्तनं भवति। अनन्तरं षत्वं, यद्यद् मध्ये अस्ति, वयम् अग्रिमपाठे यदा आगच्छति वयं पश्यामः, सूत्राणि तु सन्ति एव, परन्तु अस्माकं निमित्तं तु लङ्लकारः किल, लङ्लकारस्य थ स प्रत्ययः एव, अतः एव यद् मध्ये सर्वम् अस्ति सर्वम् आगच्छति अग्रे। यदा अन्यप्रत्ययाः आगच्छन्ति ते अपि सूत्रस्य निमित्तानि भवन्ति, तत्र सूत्रस्य प्रवर्तनमपि भवति। षत्वं ब्रश्च ब्रश्च इत्यनेन सृज मृज यज राज ब्राज अन्ते यदस्ति तदपि मुख्यमस्ति, चषां शः, अतः षत्वं भवति, न केवलं दातवः परिगणितदातवः, चकारः शकारः अन्ते अस्ति चेदपि तस्य षत्वं भवति इति. अनन्तरं बष्भावः, एकाचो बशो बश् जषन्तस्य स्तोः, तदपि सकारः दकार ध्व प्रत्ययः परः अस्ति चेत् अनन्तरं जलीपदान्ते, तत्रापि अनुवर्तनम्. अनन्तरं दतस्ततोश्च दृष्टवन्तः वा? न इति चिन्तयामि. न एकाचो बशो बश एव दृष्टवन्तः, न अस्मिन् पाठे नास्ति. अनन्तरं जलां जशोन्ते प्रायः अद्य पश्यामः, जलां जशोन्ते. अग्रिमपुट अग्रिम 133 इति पुटसङ्ख्यायां तिप्यनस्तेः इति अस्ति, 73 तिप्यनस्तेः सिपि धातोरुर्वा. यथा कथम् आरम्भं करणीयम् इत्युक्ते पदान्तस्य रुत्वं ससजुषोरुः विसर्गसन्धि, तस्य अपवादः तिप्यनस्तेः. अनन्तरं सिपि परे अस्ति चेत् सिपि धातोरुर्वा इति. एतत् सर्वं पुनः पदान्तकार्यं, पदान्तस्य रुत्वम्. अत्र जलि इति न अनुवर्तनं नास्ति. दश्च, दश्च इति अपि तत्र रूर्वा इति आगच्छति किल, तदेव वयं दृष्टवन्तः गतसप्ताहे. समुच्चयार्थे सिपि धातो रूर्वा इति अस्ति, परन्तु दश्च इत्यत्र यद्यपि तत्र पूर्णतया अनुवृत्तिः अस्ति चेदपि तत्र वैकल्पिकरूपं रूपत्रयं भवति इति दृष्टवन्तः. अनन्तरं मोनो धातोः तदेव अद्य पठामः. तावदेव किल महोदय, सर्वाणि सूत्राणि आगतं वा? राल् लोपः एव न आगच्छति, तद् 64 प्रायः. अङ्ग आम् भगिनि वदन्तः जलांजषि ससजुषोरुः तिपि अनस्तेः इति आगच्छति अपवादरूपेण. रालोपः एव पूर्वमस्ति, अन्यत् सर्वं तु. नमस्ते भगिनि, क्षम्यतां भगिनि. नास्ति चिन्ता भगिनि, स्वागतं. राल्लोपः इति 64 इति अस्ति, तदेव अङ्गाधिकारे अस्ति, परन्तु तदेव पूर्वम् अस्ति. एतत् सर्वं तु त्रिपाद्याम् अस्ति, राल्लोपः एव सपादसप्ताध्यायां 6421 इति, एकविंशतिः. अतः मोनो धातोः इति अन्तिमसूत्रम् अस्मिन् क्रमे पश्यामः, अनन्तरं चत्वं जष्त्वम्. अस्तु भगिनि, अत्र पदस्य अधिकारे इति भवति खलु, अत् कथं तद् जलि अपि च अपदान्ते अपि भवति खलु? आं, तद् अनुवर्तन अनुवर्तनरूपेण भवति वा सामान्यतया? जलो जलि इति अस्ति, तत्र तस्मात् आगच्छति जलि इति, तत्र अतः तस्य पदस्य इति भवति चेत् केवलं पदस्य एव भवति इति अहं चिन्तितवान् पूर्वं, न भवति तत्र अत्र न. यदा अत्र कोः संयोगाद्योरन्ते च इति सूत्रमस्ति किल महोदय, अस्माकं पुस्तके, तस्मात् अनन्तरम् एकं वाक्यं लिखितमस्ति, पश्यति वा? जलि पदान्ते कार्याणि अष्टमध्यायस्य द्वितीयपादस्य अष्टं शब्दः किञ्चित् मध्ये मध्ये तस्य दीर्घ द्वाविंशति त्रिंशत् द्वात्रिंशत् पर्यन्तम् अस्ति नित्यम् आकारः, अनन्तरं विकल्पेन द्वित्रिंशत् द्वात्रिंशत् इति अनन्तरं किञ्चित् सङ्ख्यायाः क्लेशः किञ्चित् किञ्चित् सर्वत्र मध्ये आगच्छति. अस्तु, समीचीनम्. अस्तु, अत्र अतः मकारान्तदातवः पठामः. विजया भगिनी पठति वा मकारान्तदातवः जी इति भागः. मकारान्तदातवः मकारान्तानां पदान् पदत्वे सति मकारस्थाने नकारः. एतदेव मू नहो धातोः अष्टाध्याये द्वितीयपादे चतुष्षष्टिः षट्तमम् इति सूत्रेण मकारान्तस्य धातोः पदस्य नकारः आदेशः भवति. तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः. मह षष्ट्यन्तं, नः प्रथमान्तं, धातोः षष्ट्यन्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रं. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं मह धातोः पदस्य अन्ते नः. तत्र किमपि नूतनतया किमपि नास्ति. मकारस्य स्थाने नकारः आगच्छति, धातोः पदस्य अन्ते आगच्छति. तावदेव भगिनि. तत्र स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः अस्ति. अनन्तरं अजङ्गं योगः तकारः, हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारः लोपः. अजङ्गं मूनः मूनो धातोः इत्यनेन मकारस्थाने नकारः अच् अङ्गम् अजङ्गम् नकारः आगच्छति चेत् किं भवति? अच् अङ्गं भवति. नकारः मकारस्य स्थाने नकारः आगच्छति. अन्तिमवर्णः तकारस्य लोपः भवति. हल्याभ्यो दीर्घात् सूति अनन्तरं स्य अपृक्तं हल् इत्यनेन तकारस्य लोपः भवति. अतः पदान्ते अस्ति वा इदानीं? पदान्ते अस्ति. पदान्ते मकारस्य स्थाने नकारः धातोः तत्र तदन्तविधिः इत्यनेन तत्र मकारान्तधातुः आगच्छति चेत् तत्र नकारः आदेशः भवति. समीचीनम्. अग्रे अपि पठतु भगिनि अपरेषाम्. अस्तु भगिनि. अपरेषाम् अनुनासिकान्तानां गतिः एवं. ञकारः ञकारः कोऽपि धातुः नास्ति यस्य अन्तिमवर्णः नकारः ञकारः वा स्यात्. अतः अत्र किमपि नास्ति. नकारान्तधातुः नकारान्तधातुः चेत् किमपि कार्यं न भवति. अतः नकारः नकारः च यथावत् तिष्ठति. अत्र अन्तिमवर्णः नकारः नकारः कोऽपि धातुः नास्ति अन्तिमवर्णः नास्ति यस्य अन्तिमवर्णः नकारः नकारः वा स्यात्. तत्र किमपि कार्यं नास्ति. नकारान्तः अनन्तरं दन्त्यनकारः मूर्धन्यनकारः तादृशमेव यथा पूर्वं तिष्ठति तादृशमेव तिष्ठति. एतावत् तिष्ठति. किमपि कार्यं नास्ति अत्र. समीचीनम्. अत्र तादृशं किमपि धातुः नास्ति ञकारः ण्यकारः इति. अनन्तरं नकारः णकारः अस्ति चेत् तद् यथावत् तिष्ठति. किमपि कार्यं नास्ति. इति आगच्छति तत्र. एतत् सर्वम् इत् भूत्वा क्रू एव तिष्ठति खलु भगिनि. तत्र मूलरूपमेव तिष्ठति. मूलरूपं दुक्रुञ्ज अस्ति परन्तु क्रू एव तिष्ठति. तत्र नकारस्य इत्संज्ञा कार्यम्. एतत्तु सन्धिकार्यं भिन्नः अस्तु समीचीनं तत्र अस्ति खलु ञकारः वा स्यात् अतः तत्र किमपि कार्यं नास्ति इति भवति खलु भगिनि अतः एव तदेव तद् भिन्नः एतद् भिन्नः एतत् सन्धिकार्यविषये वदन्ति तत्र यदा भवती वदति तत्तु औपदेशिकरूपं तत्र तु इत्संज्ञा भवति तद् भिन्नकार्यम् अस्तु अतः मोनो धातोः इति मकारान्तधातोः विषये तत्र धातोः अन्ते मकारः भवेत् यस्य पदस्य अन्ते धातोः मकारः अस्ति तस्य मकारस्य नकारादेशः इति अस्ति पदान्त इति अधिकारे अस्ति परन्तु धातोः पदान्ते इति द्वयमपि स्वीकरणीयम् अस्तु भगिनि धन्यवादः अस्तु जङ्गम् इति कथम् अभवत् किम् अस्ति तत्र जङ्गम् जङ्गम् इति न न न अजङ्गमेव किम् अजङ्गम् इति न न केन धातुना अजङ्गम् इति एतत्तु यङ्ग्लुक् वा प्रायः यङ्ग्लुक् महोदय न लङ् अस्ति लङ्रूपमेव परन्तु जङ्गम् इति अस्ति खलु जङ्गम् इति यङ्ग्लुक् रूपं प्रायः अहं पश्यामि एकवारं मकारान्त न दृष्टवान् अस्तु जङ्गम् गम् दृष्टवन्तः ओ अस्तु गम् धातोः वा गम् धातोः प्रायः न भवति वा न गम् गम् जगम् इङ्ग् प्रायः नकार कुत्र आगतः नकार जङ्गमिति किमपि धातुः नास्ति अतः प्रायः तदेव भवेत् यङ्ग्लुक् रूपमेव कस्य रूपम् इति न जानामि जष्टों चत्वं पठामः मध्ये यदा अहं पश्यामि चेत् वदामि अरुणा भगिनी जष्टों चत्वं पठति वा सत्त्वसन्धिश्च अस्मिन् सोपाने ध्येयं यत् पदस्य अन्तिमो वर्णः कः वर्गस्य पञ्चमपदस्य चेत् किमपि कार्यं नास्ति पदान्ते झल् वर्गस्य प्रथमो द्वितीय तृतीय चतुर्थो वा चेत् चत्वसन्धिः चत्वसन्धिश्च प्रसक्तो स्तः पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिः नित्यमिति जानीमः अतः अस्मिन् सन्दर्भे सन्धिः करणीय एव वैकल्पिकेन वैकल्पिको न अस्मिन् सन्दर्भे पदस्य अन्तिमवर्णकः जत्वसन्धि चत्वसन्धि सन्धिद्वयमस्ति प्रथमं वयं परिशीलनीयं वर्गस्य अन्तिमवर्णः किम् अस्ति इति पञ्चमवर्ण अस्ति चेत् कार्यं किमपि कार्यं नास्ति पदान्ते जल् वर्ग प्रथम द्वितीय तृतीय चतुर्थीयवर्णः अस्ति चेत् यत्वसन्धि भवति तत्र सन्धि अहं न अवगतमस्ति भगिनि चत्वसन्धि विषये प्रसक्तौ स्तः तत्र जष्ट्वपदान्ते तत्र अस्ति जल्वर्णः अस्ति चेत् जष्ट्वसन्धि अनन्तरं चत्वं भवति वावसाने इति सूत्रेण प्रथमं जष्ट्वसन्धि तदनन्तरं चत्वसन्धि पदान्ते अस्ति चेत् पदे यत्र सन्धेः प्रसक्तिः अस्ति तत्र सन्धिः नित्यम् एव पदान्ते अस्ति चेत् सन्धिः नित्यम् अस्ति वैकल्पिकं न प्रथमं पदान्ते भगिनि जलां दृश्यन्ति आं पठतु भगिनि जलां जलां दृश्यन्ति पदान्ते जलः स्थाने झष् आदेशः भवति पदात् परे कोऽपि वर्णः स्यात् वा न वा सूत्रस्य प्रसक्तिः अस्ति एव. तदा परे अच् स्यात् अल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति एव. बाधकसूत्रम् अस्ति चेत् अन्या वार्ता जल् प्रत्याहारे पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि नाम अननासिकवर्गीयव्यञ्जनानि अननुनासिकवर्गीयव्यञ्जनानि अपि च शास्त्रा प्रयोगे वर्गाणां प्रथम द्वितीय तृतीय चतुश्च वर्णाः आयन्ति. जस् प्रत्याहारे वर्णानां तृतीयवर्णं चकार बकार ककार दकार दकार इति स्थाने अन्तर्तमः. इत्यनेन सवर्गीयवर्णानां स्थाने चकारः सवर्गीयवर्णानां स्थाने चकारः सवर्गीयानां स्थाने दकारः सवर्गीयानां स्थाने ढकारः सवर्गीयानां स्थाने बकारः इति. तर्हि पदस्य अन्ते जल् प्रत्याहारे कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति. अयं जष्ट्रसन्धिः इति उच्यते. जलां षष्ट्यन्तं जषः प्रथमान्तम् अन्ते सप्तम्यन्तं त्रिपदमिदसूत्रं पदस्य अस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य अन्ते जलां जषः सूत्रं जलां जष अन्ते अष्टम अध्याये द्वितीयपादे नवत्रिंशत् सूत्रं पदान्ते जल् स्थाने जष् आदेशः भवति. अत्र निमित्तमस्ति पदात् परे कोऽपि वर्णः अस्ति चेत् स्यात् वा न वा अत्र न दत्तं. पदान्ते अच् स्थान् अच् स्यात् हल् स्यात् वा सूत्रस्य प्रसक्तिः अस्ति. बाधकसूत्रमस्ति चेत् बाधकसूत्रं किं भगिनि? वयमेव टिप्यङ्गेः अस्माकं यदा वा अवसाने वा अन्यत् किमपि आगच्छति चेत् पदान्तकार्यं किल अतः ससजुषोरुः चवर्गस्य कवर्गः भवति. परन्तु तत्तु जल्वर्णः अस्ति वा? न न चोहकुः इति क्षम्यतां चोहकुः इति पदान्ते चकारस्य चवर्गीयमस्ति जल् अस्ति कवर्कादेशः अस्ति बाधकः नास्ति महोदय बाधकः नास्ति आमां सत्यं बाधकः नास्ति परन्तु प्रसक्तिः अस्ति खलु अत्र ससजुषोरुः एव जलां जषोन्ते इत्यस्य बाधकः भवति किल सत्यं पदान्ते जलः स्थाने जबगडध इति आरभ्य किल जलः पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीय व्यञ्जनानि अत्र आगच्छति इति अस्ति किल शशसः भगिनि अतः चोहकुः इति त्रिपाद्यमस्ति अतः तत्र जलान् दशन्ति इति कार्यं न पश्यति खलु तत्र करोति खलु वाक् इति अस्ति तत्र वाच् इति अस्ति वाक् इति भवति इदानीं अत्र चकारः अस्ति चेत् तत्र जलाञ्जसन्ति इत्यनेन वाज् इति भवेत् खलु न भवति पूर्वत्र सिद्धमहं पूर्वत्र सिद्धम् इति अधिकारे अपि अस्ति बाधा भवति जलाञ्जसन्तेः बाधा भवति ससजुषोरुः एव ससजुषोरुः सर्वत्र अस्मिन् पाठे सर्वससजुषोरुः बाधकः भवति अग्रे पश्यामः तत्तु सुबन्तस्य एव अस्तु वाचिति जल् प्रत्याहारे के वर्णानि सन्ति इति तच्च चर्चितं पञ्चमवर्गीयव्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि तदपि पञ्चमवर्गीयव्यञ्जनानि सः अपि वर्जित्वा प्रथम द्वितीय तृतीय चतुर्थवर्णाः आयन्ति. जष् प्रत्याहारे के वर्णानि सन्ति चेत् जकार बकार गकार दकार दकार स्थाने अन्तरतम इति परिभाषासूत्रं भगिनि भगिनि स्थानेऽन्तरतमः परिभाषा एव आम् परिभाषासूत्रं विस्तीकरोत्र इत्यनेन कवर्गीयस्थाने गकारः आगच्छति चवर्गीयवर्णः अस्ति चेत् जकारः सवर्ग अस्ति चेत् डकारः कवर्ग अस्ति चेत् डकारः पवर्ग अस्ति चेत् बकारः इति स्थानान्तरं सूत्रं विस्तीकरोति तर्हि पदस्य अन्ते जल् प्रत्याहारे अस्ति कश्चन वर्णः अस्ति चेत् स्थाने तस्य वर्गस्य तृतीय वर्ण आदेशः भवति तस्मिन् पदे जल् प्रत्याहारे अतः यदा जल् इति प्रत्याहारे यत्किमपि वर्णः तत्र आगच्छति चेत् जश् इति आदेशः तत्तत् वर्गीयस्य तृतीयवर्ण आदेशः एतदेव वयं जष्ट्वसन्धि इति पठितवन्तः जलां जश् जशि इति पठितवन्तः किल जष्ट्वसन्धि इति जलां जश् जशि इति 84 जलां जशोन्ते इति 82 इति तत्र सर्वदा तद् स्मर्तव्यमेव जलां जश् जशि यद्यपि कार्यं समानं जलां जश् जशि इति अपदान्तजष्ट्वम् इति वदामः सर्वदा अपदान्तजष्ट्वं जलां जश् जशि जलां जशोन्ते इति पदान्ते तत्र किमपि न निमित्तं न आवश्यकं परे किमपि भवतु अच्वर्णः वा हल्वर्णः वा किमपि भवतु पद तत्र पदान्ते अस्य कार्यं भवति इत्युक्ते अग्रिमवर्णः किमपि भवतु इति मम आशा अस्ति तद्वा तत् किमपि भवतु तत्र अस्य कार्यं भवति परन्तु जलां जष्टि अपदान्ते जष्टं सामान्य अस्माकं सन्धिकार्यं यदा वयं कुर्मः परः जष्वर्णः अस्ति चेत् तत्र जल् स्थाने जष् आदेशः भवति इति तत् तादृशकार्यम् अतः तद् मनसि भवेत् तत्र सर्वदा भ्रमः भवति एव परन्तु तत्तु अपदान्तकार्यम् एतत्तु पदान्तकार्यं तद् 84 इति अस्ति एतत्तु 82 समीचीनम् अग्रिमं सूत्रमपि पठतु भगिनि विरामो अवसानम् विरामो अवसानं वर्णानाम् अभावः अवसानसञ्ज्ञकः विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं विरामः अवसानम् अत्र विरामो अवसानमिति सञ्ज्ञासूत्रमस्ति वर्णानाम् अभावः अस्ति चेत् अवसानम् इति नामकरणं भवति सम्पूर्णसूत्रम् अनुवृत्तिसूत्रम् अपि कोऽपि नास्ति केवलं विरामः अवसानमिति द्विपदसूत्रमस्ति तस्य सूत्रस्य प्रयोगः कुत्र भवति इत्युक्ते अग्रिमसूत्रे वा अवसाने इति सूत्रे तदपि पठतु भगिनि वा अवसाने वा अवसाने अवसाने जलः विकल्पेन चर् आदेशो भवति अनेन अवसानवस्थायां विकल्पेन जस्तं शक्तं वा अव्ययपदम् अवसाने सत्यम् अन्तं द्विपदपदं सूत्रं जलां जश् जशि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च इत्यस्मात् चर्चर् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने जलां चरो वा अवसाने अपि अष्टमध्याये चतुर्थकाले षट् पञ्चशतम् अस्ति षड् पञ्चशत् पञ्चाशत् षट् पञ्चाशत् धन्यवादः अवसाने जल् अवसानवस्थाय अस्ति जल् अनन्तरम् अवसानम् अस्ति अत्र अवसानम् इति वर्णानाम् अभावः कोऽपि वर्णः नास्ति चेत् छर् आदेशः भवति अत्र आदेश छर् आदेशः विकल्पेन भवति अपि तदर्थं सूत्रम् अनुवृत्तिसहितसूत्रम् अवसाने चला चरो वा इति समीचीनम् अत्रापि पदान्तचर्त्वं वा अवसाने इत्यनेन अपादान्तचत्वं केन भगिनि? जलं न न न अपदान्तचत्वं जलां झषि झष्त्वं चत्वं करीच इत्यनेन अपदान्तचर्त्वं करीच पदान्तचर्त्वं वावसाने परन्तु वावसाने विकल्पेन एव. समीचीनं महोदय. भवान् यदा उक्तवान् वाक् वाग् इति, हा अत्रापि भवति कार्यं तु तत्रापि भवति. वाक् वाच् इति अस्ति, वाच् इति प्रातिपदिकं वाक् इति भवति. रूपद्वयमपि भवितुमर्हति. आमां रूपद्वयं भवति प्रथमविभक्ति वाक् अपि वाग् अपि भवति भवति एव. आम् एकं विकल्पेन भवति वाग् वावसाने इत्यनेन. वाक् वाग् भूत्वा पुनः वाक् इत्यपि रूपम्. आमां षष् षड् इति भवति किल षष्, तदपि जलां झषोन्ते इत्यनेनैव षष् षड् इति भवति. षकारस्य दकारः किल वयम् अस्माकं विवार महाप्राण इति षकारस्य दकारः. अस्तु अग्रे सरामः. महोदय भवतः क्रमः एव कवर्गान्तदातुः. कवर्गान्तदातुः जस्त्वे गकारादेशः चत्वे ककारादेशः यथा अशाशक् अशाशक् इत्यत्र पदान्ते अस्ति अतः जस्त्वे जलं दशोन्ति इत्यनेन ककारस्य तृतीयगकारः भवति अशाषग्. इदानीम् अशाषग् अस्ति पदान्ते अस्ति अतः वावसान इत्यनेन चत्वं विकल्पेन भवति अशाषक् इति. कवर्गान्तदातुः अग्रिम चवर्गान्तदातुः चवर्गान्तदातवः द्विविधाः अचोः कुः अपि च व्रश्च भ्रश्च सृज मृज जय राज राजश्चशांशः. अत्र सूत्रद्वयस्य प्रसक्ति अवच् इति अस्ति. अवच् इत्यस्मिन् चोः कुः इत्यनेन अवक् इति भवति. जस् अनेन अनन्तरं अवक् इति अचोः कुः इति प्रथमसूत्रमस्ति अतः तत्र तस्यैव कार्यं प्रथमम्. अनन्तरं जस्त्वम् अवग् इति भवति. अनन्तरं चत्वं चत्वं वावसानि इत्यनेन चत्वं विकल्पेन भवति. चतुर्थपादे अस्तु चतुर्थपादे 8-4 प्रथमं करीच अग्रिम पदान्ते करीच पदान्ते वावसानि 8-4 द्वयमपि अवावृश्च इति अस्ति. अत्र अवावृश्च अस्ति स्कोः संयोगाद्यन्ते इत्यनेन सकारः लोपः. वृश्च इत्यस्मिन् सकारः मूले सकारः आसीत् वा भगिनि? वृश्च इति अनेनैव सकारस्य लोपः, सकारः नास्ति. अस्तु अनेन सकारस्य लोपः भवति अवावृच् इति भवति. अवावृच् इदानीं चकारः अस्ति, वृच् धातु वृष् जातु अस्ति, वृष् जातु अस्ति अतः इत्यनेन इदानीं चषांशः इत्यस्य सूत्रेण तत्र अवावृष् इति भवति. अवावृष् इदानीम् अवावृष् अस्ति तत्र जस्त्वं षकारः अस्ति स्थानेन्तरम् इत्यनेन टवर्गीय डकार तृतीय अस्ति डकारयः भवति अवावृड् इति विकल्पेन अथवा च वावसानित्यनेन अवावृत् इति टकार एव डकारस्थानटकार चत्वम् इति अस्ति. समीचीनं. टवर्गम् अपि करोतु महोदय. टवर्ग टवर्गधातुः तवर्गान्तधातुः जस्त्वे डकारादेशः भवति चत्वे टकारादेशः भवति यथा अर्तृण् अर्तृणेढ् इति अस्ति अर्तृणेढ् इति जस्त्वम् इदानीं डकारस्य डकारः भवति अर्तृणेड् इति अनन्तरं चत्वम् अर्तृणेट् नेट् इति तवर्गीयप्रथमवर्णः चत्वम् अतः सर्वत्र जष्ट्वम् अनन्तरं अन्तिमकार्यं तवर्गान्तधातुः अस्ति अत्रापि जत्वे कृते दकारादेशः चत्वे कृते तकारादेशः यथा अरुणद् इति अस्ति अरुणद् भवति जस्त्वेन विकल्पेन अरुणत् इति अरुणत् इति भवति सिपि वा ऋत्वम् एकवारं सिपि वा ऋत्वं सिपि परे अरुणत् अरुणत् इति अरुणत् योग अरुण अरुणः कथं भवति एकवारं अरुण अरुण् अरुण् अरुण्योग तत्र अरुणद्योग अरुणद् अरुणद् अरुणद्योग अरुणद्योग सिप् सिपि खलु सिप् प्रत्यय वा सिप् प्रत्ययः सिप् प्रत्यय स एव भवति इदानीम् अरुणस् इति सकारस्य लोपः भवति सारि अरुणद् कथं भवति इदानीं सकारस्य स्थाने किम् आदेशः भवति ओ ओ अस्तु अस्तु सिपि परे ऋत्वं भवति ऋत्वं भवति वा ओ अस्तु अस्तु ऋत्वम् अनन्तरं करवसाने विसर्जनीयः हा करवसाने विसर्जनी हा आमां करवसविसर्जनी इत्यनेन अरुणः इति ओ अस्तु सिपि धातोरूर्वा एव वयं दृष्टवन्तः किल समुच्चयार्थे इति कृत्वा रूपत्रयं भवति इति आमामाम् नामपदैव दृश्यते तरुणः अरुणः इति आं सम्यक् धन्यवादः महोदय उषा भगिनी अग्रिमं करोति वा धकारान्तधातुः आं भगिनि न न क्षम्यताम् अत्र प्रश्नः उदेति यया रीत्या मै स्क्रीन् वेण्ट् अवे वन् मिनिट् भगिनि ओके अत्र प्रश्नः उदेति यया रीत्या भूयोगः शप् भव इत्यस्य धातुसंज्ञा नास्ति तया एव रीत्या रुद् योगः श्नम् अरुणद् इत्यस्य धातुसंज्ञा अपि न स्यात् किल अत्र तन्मध्यपतितस् तत् ग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम् इति कृत्वा धातुसंज्ञा भवति एव परिभाषासूत्र अस्ति तन् मध्ये पतितस् तदग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणं भूयोगः शप् भव भोयोगः भव धातुसंज्ञा नास्ति एव तया एव रीत्या रुद्योगः श्नम् अरुणद् रुद्योगः श्नम् अरुणद् कथं भवति अरुणद् इति रुद्योग श्नम् मकारान्तं मितचोन्त्यात् परः मकारः गोस् इन् द मिडल् ऋकारः दकारः बिट्वीन् ऋकार अण्ड् या सो द मकार बिकम् नकार न न न श्नम् इति विकरणप्रत्ययः तत्र मकारः इति मितच्योन्त्यात् परः मितच्योन्त्यात् परः मित् या सो नकारः नकारः कम्स् बिट्वीन् ऋकार अण्ड् ढकार या या या समीचीनं या देन् द नकारः बिकम्स् नकार बिकास् आफ् द रु समीचीनं अरुणद् भवति अरुणद् धातुसंज्ञा अपि न स्यात् न स्यात् धातुसंज्ञा नास्ति अङ्ग अङ्ग अस्ति अङ्गः अङ्ग बिकेम् द अङ्ग इति चिन्तयामः किल यदा भूयोगः शाप् इत्यत्र भव इति अङ्गसंज्ञा अस्ति तादृशमेव हृद्योगः श्नम् तत्र नकारः यदा मध्ये आगच्छति चेदपि इदानीं तस्य धातुसंज्ञा नास्ति इति एव वयं चिन्तयामः अस्य परिभाषा अस्ति तन्मध्ये पतितः तद्ग्रहणेन गृह्यते इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणं मध्ये पतितः सो द नकार केम् इन् द मिडल् वाट् इस् पतितः भगिनी हेस् फालन् इन् द मिडल् वाट् इस् इट् इस् हेपेन्ड् कम् इन् द मिडल् ओके ओके ओके इति कृत्वा धातुसंज्ञा भवति एव ओके सो धातुसंज्ञा भवति बिकास् आफ् द मध्ये पतितः तस्य ग्रहणम् अनया परिभाषया धातुसंज्ञा तिष्ठति एव तन्मध्ये पतितः तत् ग्रहणेन गृह्यते क्षम्यतां तत् ग्रहणेन एव ग्रहणेन गृह्यते यद्यपि तद् विकरणप्रत्ययः मध्ये पतितः तदापि तस्य धातुसंज्ञा न गच्छति अङ्गसंज्ञा इति स्वीकुर्मः परन्तु धातुसंज्ञा तिष्ठति एव इति वदति अस्य परिभाषा अस्याः परिभाषायाः प्रयोगः बहुत्र दृश्यते एतदेकम् उदाहरणम् अस्तु तन्मध्ये पतितः तद्ग्रहणेन गृह्यते इति भगिनि अत्र रूपपरिवर्तनं न भवति चेत् भवति चेत् न भवति इति भव इति अस्ति अत्र रूपपरिवर्तनं अभवत् अतः अत्र रूपपरिवर्तनं किमपि तादृशरूपपरिवर्तनं न भवत् रुद्ध इति दृश्यते इति कृत्वा वा किमर्थं भव इत्यस्य द्वात्सञ्ज्ञा न भवति भव इत्यस्य दातुसंज्ञा न भवति किमर्थं दातुसंज्ञा अस्ति रुणद् इति प्रथमं ते तु कम्पेर् कृतवन्तः भूयोगः शप् इत्यत्र भव इत्यस्य दातुसंज्ञा नास्ति किमर्थं दातुसंज्ञा भवति अरुणद् इति अस्ति ऋणद् इति अस्ति तत्रापि परिवर्तनं रूपपरिवर्तनं अभवत् किमर्थं तत्र रूपपरिवर्तनेन इति नास्ति रूपपरिवर्तनचिन्तनं नास्ति महोदय तत्र यदा वयं विकरणप्रत्यये योजयामः तत्र अङ्गम् इति संज्ञा स्वीकृत्य कार्यं कुर्मः तत्र भू इत्यस्य इदानीं भव इति अङ्गसंज्ञा तत्र कार्यं किमपि अस्ति चेत् वयं कुर्मः परन्तु ऋणद् इत्यत्र अस्माकं कृते तु तद् आवश्यकमस्ति तद् ऋणात् इति धातुसंज्ञा अपि अस्ति इति स्वीकृत्य कार्याणि सन्ति अतः तत्र किं कृतवन्तः तन्मध्ये पतितः तद् एका परिभाषा तत् स्वीकृत्य तद् अङ्ग तत्र धातुसंज्ञा अपि अस्ति इति स्वीकृत्य कार्यं कृतवन्तः तन्मध्ये समासः किं कथं भवति महोदय तन्मध्ये तस्य मध्ये पतितः तस्य ग्रहणेन गृह्यते तद् इति पुनः मम अत्र यदा वयम् अरुणद् इति दातुसंज्ञा स्वीकुर्मः भव इत्यस्मिन् अपि भू इति अस्ति खलु अतः किमर्थं न भवति इति तत्र परिभाषायाः महत्त्वं सम्यक् न अवगतं अत्र किमपि कार्यं यदा भवति चेत् तत्रापि ते प्रायः अस्मिन् परिभाषायाः उपयोगं तत्रापि कृतवान् प्रायः कुर्वन्तः स्म इदानीं यदा अहम् उक्तवती गतसप्ताहे अन्तादिवच्च इति सूत्रं परिभाषा अस्ति किल तादृशमेव चिन्तनं सर्वत्र कुत्रचित् अष्टाध्याय्यामेव तस्य उल्लेखः अस्ति, कुत्रचित् यदा परिभाषा अग्रे ये आगतवन्तः ते एतादृशं स्वीकरोतु इति प्रतिपादनार्थं तत्र सिद्ध्यर्थम् इति धातोरूर्वा इत्यत्र धातुः संज्ञा आवश्यकम् अस्ति. तत्र कथम् अरुणद् इति रूपं साधयामः इति चेत् तत्र यद्यपि तत्र वयं विकरणप्रत्ययः योजितवन्तः तत्र धातुत्वम् अस्ति एव इति स्वीकृतवन्तः. परिभाषा इस् वेरि न्यू भगिनी, परिभाषासूत्राणि तन्मध्ये पठितः तद्ग्रहणेन गृह्यते इति परिभाषया. ओके, अस्माकं वर्गे बहुत्र न दृष्टवन्तः, परन्तु अस्य परिभाषायाः उल्लेखः अष्टाध्यायी डाट् काम् मध्ये बहुत्र अहं दृष्टवती अद्य. तत्र एकम् अद्य एव अन्वेषणं कृत्वा मम कृते तु नूतनमस्ति. तत्र सूत्रपाठव्याख्यानानि क्षम्यताम् सूत्रपाठव्याख्यानानि तत्र तस्मात् अनन्तरं सूत्रपाठसाधनानि इति एकं मेनु अस्ति, ड्राप् डौन् मेनु अष्टाध्यायी डाट् काम् मध्ये. तत्र अष्टाध्यायी व्याख्यानान् व्याख्यानम् अन्वेषणम् इति कृत्वा तत्र यदा अस्य परिभाषायाः वयं सर्च् कुर्मः चेत् कुत्र कुत्र अस्य उपयोगः भवति इति. तद् बहु उपयोगाय अस्ति अस्माकं कुत्र परिभाषा कुत्र कुत्र परिभाषायां. दकारान्तधातुः दकारान्तधातुः जष्ट्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा ऋत्वं यथा अमो मोद् इति चेत् जष्ट्वम् अमो मोद्, चर्त्वम् अमो मोत्, अमो मोद् इति रूपं जष्ट्वं रूप परिवर्तनं नास्ति, अमो दो दकारः एव तिष्ठति. चर्त्वम् अमो मोत्, ओके, सिपि वा ऋत्वम् अमो मोः, ओ दकारस्य स्थाने विसर्ग आदेशः भवति. सिपि धातोरुर्वा अन्यदेकं सूत्रमपि अस्ति या दकारस्य स्थाने या विद्युत् अनुडुहां दः समथिङ्ग् लैक् देट् रैट् भगिनि. दश्च एतदेव खल सिपि धातोरुर्वा दश्च या सूत्रद्वयमपि अस्ति, सिपि परे सिपि धातोरुर्वा यदा महोदय अपि रूपम् उक्तवान् अरुणद् अरुणः इति. अन्यत् सूत्रमस्ति दश्च, तत्रापि पूर्णतया सिपि धातोरुर्व इति अनुवृत्तिः. आं भगिनि, अत्र ऋत्वम् अनन्तरं करवसानयो विसर्जनीयः, ऋत्वम् अनन्तरं करवसानयो विसर्जनीयः. ओके, तदेव किल, एकवारं पश्यामि क्षम्यतां. करवसानयो विसर्जनीयः, आं समीचीनं, तदेव. अरुणद् धातुसंज्ञा अस्ति, पादसंज्ञा अस्ति, दष्टुं कृत्वा अरुणद् धातुसंज्ञा अधुना अपि अस्ति, पदसंज्ञा अधुना अपि अस्ति, दश्च इति सूत्रेण विकल्पेन ऋत्वम् अरुणः इति रूपम् इति भगिनि पदसंज्ञा भगिनि वावसाने इति आवश्यकम् वावसाने पदसंज्ञायाम् ओके अवसानं किल अवसाने ओके अवसाने अमो मोत् सिपि वा ऋत्वम् अमो मोः ओके भगिनि अपवर्गान्तधातुः जष्ट्वे बकारादेशः जलांजुषोऽन्ते, चर्त्वे पकार आदेशः यथा अला लब् इत्वे जष्ट्वम् अला लब् जष्ट्वं, चर्त्वम् अला लप् ओके अला लप् पकारादेशः शकारान्तधातुः जष्ट्वे डकारादेशः चर्त्वे टकारादेशः जष्ट्वे डकारादेशः जष्ट्वे डकारादेशः चर्त्वे टकारादेशः शकारस्य उच्चारणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य इत्युक्तौ ठवर्गस्य ओके ठवर्गस्य आदेशः भवति. शकारस्य उच्चारणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य आदेशः भवति. मूर्धन्यवर्गस्य ओके ठवर्ग यथा अद्वेष् जष्ट्वं भवति अद्वेड् चर्त्वम् अद्वेट् धन्यवादः. विजया भगिनी अग्रिम तालवेशकारः. शकारान्तधातुः वृच्छ मृच्छ सृज मृज यज राज द्राज चषां शः इत्यनेन शकारस्य स्थाने शकारः आदेशः भवति. तदा जस्त्वे डकारादेशः चत्वे टकारादेशः यदा अवश् इति भवति जस्त्वं भूत्वा अवङ् चत्वम् अवट् इति भवति. तत्र व्रच्छ ब्रच्छ सृज मृज यज राज ब्राज चषम् एतत् सर्वाणि धातुः अन्तिमवर्णः शकारः भवति शकारस्थाने. दन्त्यनकारस्य स्थाने शकारः आदेशः भवति. अनन्तरं जस्त्वं भूत्वा डकारः आदेशः भवति तृतीयवर्णः. अनन्तरं चर्त्वं प्रथमवर्णः भूत्वा चर्त्वं भवति. अवश् इति रूपम् अवश् इति मूर्धन्यशकारेण आगच्छति. अनन्तरम् अवड् इति चर्त्वं प्रथमवर्णस्य वर्णः आगच्छति अवट् इति. अग्रे पठामि वा? आम्. सकारान्तधातुः तिप्यनस्तेः इत्यनेन तिपि अन्तिमसकारस्य दकार आदेशः भवति. यथा अचकाश् दत्वम् अचकाद् इति चर्त्वं भूत्वा अचकात् इति प्रथमवर्णः. तिप्यनस्तेः इति सूत्रेण अन्तिमसकारस्य दकारः आदेशः भवति. सकारस्य स्थाने दकारः यथा अचकास् इति अस्ति चेत् तत्र दत्वं भूत्वा अचकाद् इति तृतीयवर्णः भवति. चर्तुं भूत्वा अत्र प्रथमवर्णः अचकात् इति आगच्छति. सिपि धातो रुर्व इत्यनेन विकल्पेन रुः आदेशः भवति. यदा चकास् इति जस्त्वम् अचकात् इति भवति तादृशमेव तत्र अचकात् इति रूपेण रुत्वं भूत्वा अचकाः इति अन्तिमवर्णस्थाने अचकात् तत्र अचकाः तकारस्य स्थाने रुत्वं रेपः आगच्छति. करावसानयोर्विसर्जनीयः इति सूत्रं कार्यं करोति. अचकाः इति विसर्गः भवति अत्र. समीचीनम्. अग्रिमं हकारान्तधातुः यथा अलोह् इति अलोह् योगः तकारः इत्युक्ते तकारः लोपः अस्ति अत्र. अलोह् एव तिष्ठति. ओः ओः हो डः इत्यनेन हकारस्य स्थाने डः अलोड् इति भवति जस्तुं भूत्वा अलोड् इति. अनन्तरं छत्वं भूत्वा प्रथमवर्णः अलोट् इति भवति. एवमेव अत्र नेघ् इति सूत्रेण जस्त्वं भूत्वा अत्र नेड् इति आगच्छति. चत्वं भूत्वा अर्थ नेट् इति प्रथमवर्णः परिवर्तनम् अभवत् अत्र. समीचीनम्. अन्तिममपि करोतु भगिनि. दकारादि हकारान्तधातुः दकारादि हकारान्ते हकारान्तधातुः दुख् दिक् इत्यादयः यथा अधोः योगः तकारः हल्याग् याभ्यो दीर्घात् स्तुतिस्य प्रत्तं हल् इत्यनेन तकारः लोपः अधोः इति दादे दोर् दा दा दोर् दोर्गः इत्यनेन दातेर्दातोर्गः दादेर्दातोः दातोर्गः इत्यनेन हकारस्य स्थाने चतुर्थवर्णः गकारः अगो अधोः इति भवति. एकाचो बशो बश् जशन्तस्य स्तुद्भोः इत्यनेन जश् बष् भवति. त्री फोर्तः फोर् फोर् इति आगच्छति. तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति अगोर् इति भवति. जस्त्वं भूत्वा तत्र तृतीयवर्णः अधोक् इति भवति. चत्वं भूत्वा प्रथमवर्णः अधोक् इति भवति. समीचीनं सम्यक्. एतत्तु उदाहरणानि एतानि उदाहरणानि सन्ति. इदानीम् अग्रे अभ्यासः. अतः पाठः तु समाप्तः. सूत्राणि यद्यद् आसीत् अस्मिन् पाठे वयं दृष्टवन्तः. यदा मध्ये मध्ये विशेषसूत्राणि सन्ति चेत् महोदयेन एव तत्र तस्मिन् विषये लिखितम् अस्ति. तत् पश्यामः यदा आगच्छति चेत्. सामान्यतया किमपि नास्ति. यत् वयं दृष्टवन्तः तस्मिन् एव विषये एव अभ्यासः. अस्तु, अरुणा भगिनी प्रथमम् अधादिगणे इति करोति वा? प्रथमधातुः शा इति भगिनि अदादिगणे शा धातुः सकारान्तधातुः लङ्लकारे प्रथमम् अडागम् आगच्छति. अशाश् अस्ति. अशाश् योगः प्रत्यय भवति. संयोग हलादि हल्लाभ्यो दीर्घात् श्रुतिश्च प्रकृतफल इत्यनेन तकारलोपः भवति. असा एव दृश्यति. सकारस्य सहायम् आवश्यकं भगिनि. प्रतिपद्धतिसूत्राणि अशास् इति सकारान्त सकारान्तपदम् अस्ति किल. पदान्ते सकारः अस्ति चेत् कस्य प्रसक्तिः? ससजुषोरुः प्रसक्तिः अस्ति. सम्यक्. ससजुषोरुः इत्यस्य प्रसक्तिः अस्ति. तद् प्रभाद्य किम् आगच्छति? सम्यक्. अन्तिमसकारस्य डकारादेशः भवति. सम्यक्. अनन्तरं किमपि कार्यमस्ति वा? अषाद् इति रूपं तदनन्तरं चत्वं भवति. अशात् भवति. तदनन्तरं सिपिधातु अपि भवति भगिनि. सिपिधातु विकल्पेन रु आदेशः. ततः अशाशः अशाः अशारु अशाः एव रूपं. परन्तु सिपि धातोरुर्व इत्यस्य प्रसक्तिः कुत्र भवति? पदान्ते अस्ति चेत्. समीचीनं. स प्रत्ययः परः अस्ति चेत् किल. यद् भवती प्रथमम् उक्तवती तिपि अनस्तेः थ प्रत्यये परे सिपि धातोरुर्व स प्रत्यये परे. अतः रूपद्वयं क्षम्यतां. प्रथमं प्रथमपुरुष एकवचनस्य रूपमस्ति अशात् इति. मध्यमपुरुष एकवचनस्य रूपं यदा भवती उक्तवती अशाः, तत्र रूपत्रयं भवति किल सिपि धातोरुर्व इत्यनेन. किं वदनीयं भगिनि? तत्र एकं रूपम् अशाः, अन्यरूपाणि अन्यरूपद्वयम् अस्ति. समीचीनं. जलां जशोन्ते अषाद् सामान्यसूत्रम्, अनन्तरं सिति धातोरूर्व अशाः अशात् इति वावसाने चर्त्वं. सम्यक्, धन्यवादः भगिनि. महोदय, वच् धातुः, वच् एव किल अत्र? वच् धातु अडागमवति लुङ् लङ् षाटु दातयन् अवच् योग अवच् योग तिप् अस्ति. अवच् योग तिप् इदानीम् अवच् योग तकार अस्ति, इतश्चेत्न त इति एव अवशिष्यते. अवच् इति अस्ति इदानीं तत्र लोपः भवति, अवच् इति भवति. अवच् इदानीं वच् अस्ति, अवच् इति प्रथमं चोः कुः इत्यनेन अवक् इति भवति. अवक् इदानीम् अवक् अस्ति, इदानीम् अवक् पदान्ते अस्ति, अतः अवक् इत्यस्य पदान्ते अस्ति चेत् जलां दशवन्ति इत्यस्य अवग् इति भवति. एकं तु अवग् अस्ति, अनन्तरं चत्वम् अपि पुनः चत्वम् एकवारम् अवज् अस्ति. क्षम्यताम्, अवक् इदानीम् अवग् अथवा पुनः अवक् इति रूपं भवति एव. यत्र यत्र प्रसक्तिः अस्ति चत्वं भवति एव, अतः रूपद्वयम् अवग् अवक्. अवग् योग सिप् अस्ति, अवयोग सिप् सिप् अत्रापि सयो अवशिष्यते, संयोग अस्ति, लोपः भवति. अवच् इति अवच् अत्रापि अवच् अवक् इति भवति, अनन्तरम् अवग् अवक् अवच् सोरि अवक् अवग् इति भवति. समानरूपमेव समानरूपमेव समानरूपम् कुत्रचित् एव भेदः महोदय, सर्वत्र न, कुत्रचित् एव भेदः भवति. यदा सिपि धातोरूर्वा आगच्छति चेदेव भेदः, अथवा न, सर्वत्र समानकार्यमेव किल. अस्तु, उषा भगिनी, मृज् धातुः. आं भगिनि, मृज् धातुः जकारान्तदातु, प्रथमं लङ् लृङ् ष्वट् उदातः इति सूत्रेण अडागमः भवति. अमृज् अमृज् योगः तिप् तकारः एव अवशिष्यते. अमृज् योगः तकारः हल्ङ्याभ्यो दीर्घासुतिस्य पृक्तं हल् इत्यनेन तकारलोपः भवति, अमृज् भवति. अमृज् भवति चेत् फस्ट् प्रथमं जलां जशोन्ते ओ या मृजेर्वृद्धि वृद्धि तिन् मौर्च् न न मृज् वृद्धि वृद्धिसंज्ञकः कः मृज् स्वरस्य एव वृद्धिः ऋकारस्य स्थाने आर् आर् ओ मार् समीचीनं सम्यक् मार्ज् योगः मार्जयोगः तकारः देन् तकारः लोपः मार्ज् एव अस्ति. मार्ज् इति पदम् अस्ति. मार्ज् योगः देन् जलां जशोन्ते इति जकारस्य स्थाने न जकारस्य स्थाने जकारः एव भवति. चिन्तयतु चिन्तयतु भगिनि, अन्तिमवर्णः कः? जकारः भगिनि. तत्र किमपि अन्यत् सूत्रस्य कार्यम् अस्ति किल? ब्रश्च जकारः तत्तु चषांशः किल न न तत्र जकारात् पूर्वं कः वर्णः जकारात् पूर्वं मार्ज् रकारः अतः किम् अस्ति रेपजकारयोः मध्ये रेपजकारयो संयोगः अस्ति ओ ओके ओ रात्सस् वाट् इस् दट् रात्सस् नो रात्सस्य रात्सस्य एव रात्सस्य रका आफ्टर् रकार सकार एव लोप अतः किं किं वदति रात्सस्य मार्ज् मार्ज् मार्जयोगः सकार एव लोपः अन्यवर्णस्य न लोपः भवति सो मार्ज् एव तिष्ठति सम्यक् तावदेव सामान्यसूत्रं किं प्रथमं सामान्यसूत्रं संयोगान्तस्य लोपः रात्सस्य ओके ओके जकारलोपः बाधितः रात्सस्य इत्यनेन अतः अमार्ज् इत्येव रूपम् अमार्ज् किमपि अन्य किमपि अन्यत् कार्यं नास्ति तावदेव तत्र इदानीं अमार्ज् अनन्तरं क्षम्यताम् अनन्तरम् अस्ति समीचीनमेव अनन्तरम् अस्ति सृज मृज यज मृज मृज या व्रश्च व्रश्च सृज मृज मृज इस् देर् या मृज यज राज भ्राज छाम छ श्याम् शः ओके सो अमार्ज् इति देन् व्रश्च व्रश्च इति सूत्रेण अमार्ष् भवति अमार्ष् इति भवति चेत् पदान्तः देन् मूर्धन्यशकारः अमार्ढ् भवति अमार्ढ् भवति देन् चर्त्वम् इति अमार्ट् भवति सम्यक् अतः प्रथमं रात्सस्य इत्यस्य कार्यं जकारलोपः बाधितः अस्ति चेदेव अन्यत् सर्वाणि कार्याणि अन्यानि सर्वाणि कार्याणि आगच्छन्ति न अवगतम् किमर्थम् अमार्च चकारलोपः किं न भवति तत्र अमार्ज् इत्यत्र रेपजकारयोः संयोगः अस्ति अतः प्रथमं संयोगान्तस्य लोपः इति आगच्छति कार्यं कर्तुं जकारस्य लोपकार्यं कर्तुम् आगच्छति परन्तु तस्मात् तस्य अन्तिमं सूत्रम् अस्ति रात्सस्य इति सूत्रं नियमसूत्रं तद् नियमयति रेस्ट्रिक्ट् करोति सकारस्य लोपः एव भवतु रेपस्य अनन्तरं यदा सकारः अस्ति चेत् तस्य लोपः एव भवतु इति रात्सस्य इति सूत्रं वदति इत्युक्ते किम् अन्यवर्णाः सन्ति चेत् तेषां लोपः न भवति सो जकारः अन्यवर्णः ते तस्य लोपः न भवति बाधितः भवति अनन्तरं कार्याणि प्रथमं तस्य बाधाकार्यं करणीयम् अन्यकार्यम् अवगतम् सम्यक् अस्तु धन्यवादः धन्यवादः भगिनि विजया भगिनि अग्रिमम् अस्ति संस्त् इति तत्र वयं पूर्वम् एतत् दृष्टवन्तः अतः नकारः योजयतु तत्र मुद्रणदोषः अस्ति संस्त् इति लतिरूपं खलु भगिनि तत्र संस्त् योगः संस्थ गाण्डीवमस्तात् संस्थते एतत् पदं वा भगिनि अत्र अहं न जानामि भगिनि अहं तद् न जानामि भवती रूपाणि वदतु भगिनि संस्थयोगः तकारः संस्थयोगः तकारः तकारः इत्युक्ते तत्र चर्त्वं भूत्वा टकारः भवति प्रथमवर्णस्य स्थाने तस्मात् पूर्वं कार्याणि सन्ति भगिनि तद् प्रथमसोपानं द्वितीयसोपानम् इति सोपानेन गच्छति तत्र सकारः आगच्छति चेत् तत्र अत्युप्यनस्तेः इत्यनेन अन्तिमसकारस्य दकारः आदेशः भवति खलु भगिनि न न न प्रथमं यदा तकारः अस्ति चेत् अपृक्तः हल् वर्णस्य का गतिः? अन्याभ्यो दीर्घाच्युतिस्य कृतं हल् इत्यनेन तकारलोपः इदानीं पदसंज्ञा जातः असंस्त् इति अस्ति. ओ अस्तु लङ्रूपम् असंस् इति भवति एव भगिनि. असंस् सम्यक् असंस्त् इति अस्ति. इदानीं किं कार्यं तत्र? अनन्तरं तत्र चकारस्य असंस्त् तकारस्यापि लोपः भवति. केन सूत्रेण? तत्र इदानीम् एकनिमिषम् तत्र सिपि धातोः रुर्वा इति पदान्तस्य सकारस्य रु आदेशः भवति, परन्तु पदान्ते सकारः नास्ति किल. पदान्ते तत्र शंस् रुद्वं अनडुहां दः इत्यस्मात् दकार इत्यस्य अनुवृत्ति दकार अने सिपि धातु महोदय तत्र सहायं करोति वा? किम् असंस्थि इति अस्ति, असंस्थि इदानीम् अस्ति पदसंज्ञा अस्ति. क्षम्यतां किं भगिनि? किं महोदय? क्षम्यताम्. असंस्थि इति खलु सम्यक् आं वदतु. असंस्थि इति अस्ति इदानीं अस्तु संस्थि तत्र अन्ते इदानीं पदसंज्ञा अस्ति, तत्र संस्थ इति अस्ति संयोगः अस्ति. कोः संयोगात् इति भवति वा तत्र सकारलोपः? कोः संयोगात् अत्र सकारस्य लोपः भवति न तु तकारस्य. अतः सन्त् इति भवति. सन्त् इदानीं अनुस्वारस्य असन्त् इति भवति. इदानीम् असन्त् इति अस्ति, असन्त् इति अस्ति इदानीं तत्र असन्त् इत्यस्मिन् इदानीं सकारस्य लोपः भवति, संयोगार्थस्य लोपः असन् इति भवति. सम्यक् तावदेव कार्यम् असन् एव रूपम् असन् इति भवति. अनुस्वारस्य ई पदसवर्णः वा नश्चापदान्तस्य जलि वा न भवति, तद् वयं पूर्वं दृष्टवन्तः किल. नकारः भवति खलु भगिनि अत्र? नकारः भवति, तदेव अहम् उक्तवती किल, तत्र किञ्चित् मुद्रणदोषः अस्ति. नकारः योजयतु. प्रायः मूले संस्थिति आसीत् इति वा द्रष्टव्यं. किमर्थं तत्र अनुस्वारः किमर्थं योजितवान् महोदयेन? तत्र तत्तु इदित् धातु अस्ति. इदित् एव वा? आमामाम् इदित् धातु. संस्थि इति संस्थि इति स्वप्ने इति अस्ति. अस्तु इदित् धातु अस्ति अतः इदित् अतः तत्र नुमागमः एव. नुमागमः एव समीचीनम्. असन् इति रूपम्. असन् इति रूपम् अस्तु अवगतं वा विजया भगिनी? अग्रे सरामः वा? अस्ति वा भगिनी विजया भगिनी? तत्र पास्वर्ड् करणीयं भगिनि. ओ एवं वा? अनन्तरमेव अन्तर् गन्तुं शक्यते. इदानीम् अवगतं वा? अग्रे सारामः वा? अग्रिमं करोति वा? तत्र धातुरूपं सन् इति अस्ति वा? असन् धातुरूपं किम्? असन् इति लङ्घातु. संसि शंसि इति धातु अस्ति. इदानीं शः सः इत्यनेन संसि संस् इति भवति नुमागमः भूत्वा संस् संस् इति भवति. अनुस्वारः अस्ति अतः धातुरूपं संस्. आम् प्रथमविभक्ति लट् मध्ये किं भगिनि प्रथमदेव महोदयः अत्र लिखितवान् किल संस्ति संस्ति सन्ति इति रूपं वयम् अस्तु दुः करोति वा भगिनि प्रथमं प्रयत्नं करोमि भगिनि दुः इति अस्ति अत्र तत्रापि अकारान्तधातुः दुः एतत् लङ् रूपं करणीयं खलु भगिनि तत्र लुङ् लङ् लृङ्षु इति सर्वत्र अकारः आगच्छति तत्र अदुः इति भवति वा अदुः सम्यक् अदुः योगः तकारः अनन्तरं तत्र तत्र हकारस्य स्थाने तकारः आगच्छति तदपि लोपः भवति अनन्तरम् उहो दः इत्यनेन अकारस्य स्थाने डकारः आगच्छति अदुड् इति अनन्तरं तत्र चत्वं भूत्वा डकारस्य स्थाने टकारः आगच्छति अदुट् इति तस्मात् पूर्वं जलं जषयाणि सन्ति जलं जषयन्ति इति कार्येण तत्र अदुड् इति भवति अनन्तरमेव तत्र चत्वं भूत्वा अदुट् इति भवति प्रथमं किं भवति दुः धातोः दुः दोहने इति खलु तदेव खलु दुः दोहने आम् दोहने तत्र उपधायां कः वर्णः अस्ति भगिनि उपधायां उकारः अस्ति उकारः अस्ति चेत् किं कार्यं प्रथमं भवति गुणः भवति दोः इति भवति केन सूत्रेण गुणः भवति भगिनि सार्वधातुक आर्धधातुकयोः वा पुगन्तलाघुपदस्य इति अनेन सम्यक् अधोः योगः तकारः इदानीं किम् अधोः इति भवति प्रथमम् अनन्तरं तत्र अकारस्य स्थाने तकारः भवति तत् इत् भवति अनन्तरं हो दः इति सूत्रेण अधोड् इति भवति होडः इत्यस्य तु प्रसक्तिः अस्ति परन्तु तत् प्रबाद्य कस्य सूत्रस्य प्रसक्तिः होडः इति सामान्यसूत्रं दकारादि हकारान्तदातु दाधेर् धातोर्गः इत्यनेन किं भवति इत्यनेन चतुर्थवर्णः भवति घकारादेशः घ अधोग् इति भवति इदानीम् अधोग् इत्यत्र किं कार्यं भवितुम् अर्हति अधोग् इत्यत्र घकारः चतुर्थवर्णः धकारः तृतीयवर्णः अतः किं कार्यं त्री फोर् इति पश्यामः चेत् तस्मात् पूर्वं पूर्वम् अधोग् इति त्री फोर् इति अस्ति धकारः तृतीयवर्णः घकारः चतुर्थवर्णः इदानीं किं कार्यं मनसि आगच्छति इदानीम् एकः अच्छति तृतीयवर्णस्य स्थाने चतुर्थवर्णः एकेन सूत्रेण तत्र एव अस्ति खलु तत्र तृतीयवर्णस्य स्थाने बश् चतुर्थवर्णः जसन्तस्य रुद्वोः स्तूः इत्यनेन तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति अतः तत्र अधोग् इति अस्ति अनन्तरमेव इदानीं करोतु जलां जशोन्ते जलां जषन्ति इति कार्यं कृत्वा तत्र अधोड् इति भवति अधोग् एव तृतीयवर्णः किल अधोग् इति भवति अन्तिमकार्यं तत्र चत्वं भूत्वा तृतीयवर्णस्य स्थाने प्रथमवर्णः भवति अतोक् इति अधोक् सम्यक् सम्यक् धन्यवादः सम्यक् अस्तु अरुणा भगिनी पुनः विद् विद् दातु अस्ति लङ्लकारे भगिनि आम् लङ्लकारः एव अस्मिन् पाठे सर्वत्र लङ्लकारः एव अनागम आगच्छति अविद् अस्ति तदन्त अविद् योग तकार प्रथमपुरुषे एकवचन तकारः अद्य हल् हल्लाभ्यो दीर्घा श्रुतिश्च प्रकृतहल् सूत्रेण तकारलोपः भवति तदर्थ अवेद् अविद् अस्ति तद् तकार पित् अस्ति गुण भवति भगिनि वेद् भवति वा आं भवति सूत्रेण गुण भवति अवेद् अस्ति अवेत् अवेद् इति पदसंज्ञा अस्ति ततः जलं जशो सम्यक् एव जलं जशो अवेद् भवति अवेद् इति रूपद्वयम् अस्ति समीचीनम् इदानीं सकारान्त परः अस्ति चेत् किं भवति इति वदति वा अविद् योगः सप्रत्ययः अविद् योगः सप्रत्ययः हल्याभ्यो दीर्घासूत्रेण सकारलोपः भवति अवेद् अस्ति तदनन्तरं दश्च इति सूत्रेण धातोः पदान्ते दकारस्थाने विकल्पेन रु आदेशः भवति इति परे ततः अवेद् अविद् योगः रुः पूर्वमेव गुणकार्यं करणीयम् अवेद् इति तदनन्तरं दश्च सूत्रेण ऋत्वं भवति अवेदः इति रूपं निष्पन्नति विकल्पेन दत्त्वमेव अवशिष्यति अवेद् अवेद् अरवेद अवेद अवेः अवेः अवेः अवेद् अवेद् अवेदः अवेत् अवेद् अवेत् अवेः इति सेवेन् त्री किल पुगन्तलघुपदस्य च सेवेन् त्री इति अस्ति हल्याभ्यो इति 6-1 किल अतः पुगन्तलघुपदस्य च इत्यस्य एव कार्यं प्रथमं विप्रतिषेधे परं कार्यम् अतः पुगन्तलघुपदस्य च प्रथमम् अनन्तरं हल्याभ्यो अस्तु समीचीनं महोदय हन् हन् वा हन् हन् धातुः एकवारं हन् हन् इति अस्ति हन् हन् हन् योग टिप् अस्ति इदानीं हन् योग तकार अस्ति अडागम अहन् अहन् योग त इति अस्ति तस्य लोपः भवति अहन् अहन् अहन् एव तत्र नकारस्य स्थाने किमपि कार्यं नास्ति तत्र अहन् एव तावदेव अहनेव नकारान्तदातु किमपि कार्यं नास्ति किमपि कारणं नास्ति पठितवन्तः इदानीम् अतः अग्रिमं करोतु महोदय तदेव अस्ति तदेव वश् अस्ति वश् अस्ति अवश् अवश्योग त इति अस्ति तत्र तकारस्य लोपः भवति हल् ग्याप् इति तत् सूतिस्य प्रत्यक्त हल् इत्यनेन अवश् इति अस्ति वश् अस्तु चषांशः इत्यस्य प्रसक्तिः अस्ति इदानीम् अतः शकारान्त अस्ति अतः अवश् इति अवश् इति मूर्धन्यशकारः भवति अवश् अनन्तरम् अवश् इत्यस्य इदानीं जलां जशोन्ति इत्यनेन अवड् इति भवति अवड् अनन्तरं वावसान् इत्यनेन विकल्पेन चत्वम् अवट् इति भवति सम्यक् अवश्योग सिप् तत्रापि तदेव अस्ति अवश् अवट् अवड् इति भवति रूपम्. आं समीचीनं, धन्यवादः महोदय. उषा भगिनी अग्रिमं एकप्रश्नं भगिनि. आम् आं वदतु भगिनि. षकारान्तदातुः अस्ति, ततः व्रश्च ब्रश् सूत्रं न कार्यं करोति भगिनि. तदेव तदेव तस्यैव कार्यं महोदय, पूर्णतया न उक्तवान्, चषांशः इति उक्तवान्. सर्वे तादृशमेव वदन्ति, दीर्घसूत्रमस्ति खलु अतः किञ्चित् लाघवं लाघवम् इच्छन्ति. द्विष् द्विष् इति धातु अ इति अस्ति, अद्विष् द्विष् इति पुगन्तलघुपदस्य च इत्यनेन अद्वेष् अद्विष् योगः त् देन् पुगन्तलघुपदस्य च इत्यनेन द्वेष् भवति, अद्वेष् योगः तकारः, तकारः लोपः भवति हल्ङ्याभ्यो दीर्घाच्युतिस्य पृक्तं हल् इत्यनेन अद्वेष् इति पदम् अस्ति. अद्वेष् शकारस्य स्थाने जलां जशोन्ते इत्यनेन अद्वेड् अद्वेड् भवति, अद्वेट् भवति देन् चत्वम् इति अद्वेट् भवति. सम्यक्, रूपद्वयम् अत्रापि अस्तु. विजया भगिनी दिक् करोति वा, यदा भवती दोः कृतवती समानकार्यमेव. अस्ति वा विजया भगिनी? अस्तु, अरुणा भगिनी करोति वा? भगिनि अस्मि भगिनि, इदानीमेव पास्वर्ड्. ओ ओ अस्तु अस्तु अस्तु. दिश् इति अस्ति लङ् रूपम्, अदिश् इति अस्ति, तत्र अपि हकारः स्थाने हकारान्त धातुः अस्ति, अतः तत्र तत्र अलोग् इति रूपं होडः इति सूत्रेण अलोड् इति भवति. न न, भवती यदा दुक् धातुः कृतवती किल तत्र दादेर् धातोर्गः पुगन्तलघुपदस्य समानप्रक्रिया, समानमेव. प्रथमं पुगन्तलघुपदस्य च करोतु, किम् आगच्छति पुगन्तलघुपदस्य इति सूत्रेण तत्र तत्र अधिः अधिः इति अस्ति पुगन्तलघुपदस्य च इत्यनेन तत्र गुणः गुणं भूत्वा इकारः आगच्छति, अधिकारः अदेः अदेः इति भवति. अस्तु समीचीनम्. अनन्तरं तत्र तत्र एकाचो बशो बष् इति तस्मात् पूर्वं दादेर् क्रमेण भगिनि दादेर् धातोर्गः इत्यनेन हकारस्य गकारादेशः किं भवति, किं भगिनि दादेर् धातोः धातोर्गः इति भवति, अतः तत्र अदेग् इति भवति, अदेग् भवति अदेग् भवति खलु खलु भगिनि, अदेग् इति भवति. इदानीं 3-4 इति अस्ति, 4-4 करणीयं चेत् 4-4 करणीयं चेत् तत्र एकाचो बशो बश् इति सूत्रेण अदेग् अदेद् अदेग् इति भवति. समीचीनम्. अनन्तरम् अन्तिमकार्यद्वयं तत्र जलां जशन्तो इति सूत्रेण तृतीयवर्णः अदेग् इति भवति, अनन्तरं चत्वं भूत्वा प्रथमवर्णः आगच्छति अदेग् इति. समीचीनम् अस्तु, सम्यक्, धन्यवादः. अतः अत्र दिह् पर्यन्तं कृतवन्तः अद्य. सस् चकास् लिह् इति अदादिगणे अवशिष्टदातवः, जुहात्यादिगणे किञ्चित् प्रयत्नं कुर्वन्तु. उदादिगणे जुहोत्यादिगणे यदा किञ्चित् गृहपाठरूपेण कुर्वन्ति चेत् वर्गे किञ्चित् तस्य विषये चर्चां कृत्वा अग्रे सर्तुं शक्नुमः. अस्तु, समापयामः वा. धन्यवादः. धन्यवादः भगिनि. अस्तु भगिनि, धन्यवादः. धन्यवादः.